पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 34 नारद उवाच त्रिस्पृशाख्यं व्रतं ब्रूहि सर्वेश्वरविशेषतः यच्छ्रुत्वा मुच्यते लोककर्म बन्धनदः क्षणाद महादेव उवाच सर्वपापौखशमनं महादुःखविनाशनं शृणु कृष्णावतारं त्वं त्रिस्पृशाख्यं महाव्रतम् कामदं सस्पृहाणां तु निःस्पृहाणां तु मोक्षदम् त्रिस्पृशाख्यं व्रतं विप्र शृणुष्व गददो मम प्रत्यक्षमर्चितस्तेन कलिकाले च केशवः त्रिस्पृशाकीर्तनं नित्यं यः करोति महामुने न पुरश्चरणे तीर्णे सर्वपापक्षयो भवेद् त्रिस्पृशा नाममात्रेण क्षीयते नात्र संशयः नागमैर्न पुराणाद्यैर्नमखैस्तीर्थकोटिभिः बहुभिर्व्रतसङ्घैश्च पूजितैस्त्रिदशैरपि मोक्षो भवति विप्रेन्द्र त्रिस्पृशानकृदा यदि मोक्षार्थे देवदेवेन दृष्टा वै वैष्णवीतिथिः द्विजानां दुर्विदं साङ्ख्यं कलिकाले विशेषतः अनिग्रहचेन्द्रियाणां स्थिरत्वं मनसो न हि विषयैर्विप्रयुक्तानां ध्यानधारणवर्जिनां कामभोगप्रसक्तानां त्रिस्पृशा मोक्षदायिनी मह्यं चैव पुरा प्रोक्ता चतुर्वक्त्रस्य सागरे क्षीरोदे प्रणतानां तु मत्स्यरूपेण चक्रिणा त्रिस्पृशां ये करिष्यन्ति विषयैरपि संयुताः तेषामपि मया दत्तो मोक्षसाङ्ख्यविवर्जिनां कामभोगप्रसक्तानां त्रिस्पृशा मोक्षदायिनी बहुभिर्मुनिसङ्घैश्च कृतेयं च महामुने कार्तिके शुक्लपक्षे तु त्रिस्पृशा जायते यदि सोमेन सोमजेनापि पापकोटिविनाशिनी यस्या उपोषणकृतो हत्यायुक्त महेशिदुः हस्ताद्ब्रह्मकपालं तु तत्क्षणात् पतितं भुवि कलिकल्मषकोट्यौखैर्मुक्ता देवी त्रिमार्गका उपदेशान्माधवस्य त्रिस्पृशा समुपोषणाद हत्याष्टौ बाहुवीर्यस्य पूर्वजादा महामुने गदा भृगुपदेशेन त्रिस्पृशा समुपोषणाद शदायुधेन विप्रेन्द्र निहदो ब्राह्मणो वने ब्रह्महत्या विनिर्मुक्तः त्रिस्पृशा समुपोषणाद् जीवोपदेशाच्चक्रस्य हत्या न मुचि सम्भवा विनष्टा मुनिमुख्येन्द्र त्रिस्पृशा समुपोषणाद् ब्रह्महत्यादिपापानि त्रिस्पृशा समुपोषणाद् विलयं यान्ति विप्रेन्द्र पापेष्वन्येषु का कथा न प्रयागेन काश्यां तु गोमत्यां कृष्णसन्निधौ मोक्षो भवति विप्रेन्द्र त्रिस्पृश्या यदि नो कृता मरणाच्च प्रयागेदु गोमत्यां कृष्णसन्निधौ स्नानमात्रेण गोमत्यां मुक्तिर्भवति शाश्वती गृहेऽपि जायते मुक्तिस्त्रिस्पृशा समुपोषणाद विषये वर्तमानस्य कामभोगान्वितस्य च निवृत्तविषयस्यापि मुक्तिस्साङ्ख्येन दुर्लभा तस्मात् कुरुष्व विप्रेन्द्रत्रिस्पृशां मोक्षदायिनीम् नारद उवाच कीदृश्यं तत्सुरश्रेष्ठत्रिस्पृशाख्यं महाव्रतं मुक्तिदं यद्विजातीनां त्वया प्रोक्तं ममाधुना महादेव उवाच जाह्नव्यैः सा पुरा विप्र त्रिस्पृशा माधवेन तु प्राचीसरस्वतीतीरे कथिता त्वनुकम्पया जाह्नव्युवाच कलिकल्मषकोट्यौखैर्ब्रह्महत्यादिकैर्युताः कलिकाले हृषिकेशस्नानं कुर्वन्ति मज्जले तेषां पापशदैर्दोषैर्देहो मे कलुषीकृतः कथं यास्यति मे देव पादकं गरुडध्वज प्राची माधव उवाच कथयामि न सन्देहो मा पुत्रि रोदनं कुरु श्यामो वडस्तु मे स्थानं प्राची देवी ममाग्रतः वहदे ब्रह्मतनया दृष्ट्वाग्रे च सुरेश्वरीं स्नानं कुरुष्व नित्यं त्वं त्वत्र पूजा भविष्यसि यत्र ब्रह्मसुधा प्राची तत्राहं नात्र संशयः तीर्थकोटिशतैर्युक्तसुरैः सह वसाम्यहं पवित्रं मत्प्रियं स्थानं हत्याकोटिविनाशनं सन्तुष्टेन मया दत्तं यस्मात् प्राणाधिकासि मे तीर्थकोटिसहस्राणि नित्यं तिष्ठन्ति जाह्नवि प्राची सरस्वतीतोये सर्वदैव ममाज्ञया ब्रह्मवधात् सुरापानात् गोधवाद्वृषलीवधात् ब्रह्मस्वहरणादेव मातापित्रोस्त्वपूजनाद् चक्रियानाद्गुरुद्रोहादभक्षस्य च भक्षणात् सर्वपापस्य करणात् प्राजी ब्रह्मसुदासुते व्यपोहयदि पापानि स कृस्नानेन मेघ्रदः कुरु स्नानं सरिश्रेष्ठे विपापात्वं भविष्यसि जाह्नव्युवाच नाहं शक्नोमि देवेश आगन्तुं नित्यमेव हि कथं नश्यन्ति पापानि कथयस्वेहमाधव प्राची माधव उवाच न शक्नोषि यथा गन्तुं नित्यमेव हि जाह्नवि तदान्यत् सम्प्रवक्ष्यामि यस्मान्मत्पादसम्भवा सरस्वत्यधिका या च तीर्थकोटिशताधिका मखकोट्यधिका वापि व्रतदानाधिका च या जपहोमाधिका या च चतुर्वर्गफलप्रदा साङ्ख्ययोगाधिकाया च त्रिस्पृशा क्रियदां शुभा यस्मिन्मासे समायादि सिता च यदि वा सिता कर्तव्या सा शरीरश्रेष्ठे कृते पापात् प्रमुच्यते जाह्निव्युवाच कीदृशी त्रिस्पृशा देव ममाख्याहि सुमाधव ईदृशो महिमा यस्यास्त्वया प्रोक्तो ममाधुना दशम्येकादशी भद्रा दिनैकस्मिन् यदा भवेद् त्रिस्पृशा सा भवेद्देव वान्यथा वद मे प्रभो कृष्ण उवाच आसुरी त्रिस्पृशा देवी या त्वया परिकीर्तिता वर्जनीया प्रयत्नेन वृत्तिहीनो यथापदिः असुराणां तु सा प्रोक्ता आयुर्बलविनाशिनी वर्जनीया प्रयत्नेन यथा नारी रजस्वला स्वजातिं च परित्यज्य या गदाधमजादिषु सैव त्याज्यं विशेषेण दशमीयुक्तं हि मद्दिनम् यथा रजस्वलासङ्गा दुष्यन्ते ज्ञानवर्जिताः तथैव दशमीयुक्तं मद्दिनं दूषितं नृणाम् हत्यायुधशतं हन्ति त्रिस्पृशा समुपोषिता एकादशी द्वादशी च रात्रिशेषे त्रयोदशी त्रिस्पृशा साधु विज्ञेया दशमी सहिता न हि कृत्वापराधं मुच्येद प्रायश्चित्ते कृते नरः दशमी वेधजं दोषं न क्षमामि सुरापगे भुक्तं हालाहलं तेन विषस्य भक्षणं कृतं दशमी मिश्रितं येन कृतमेकादशी व्रतम् इति मत्वा न कर्तव्यं मद्दिनं दशमीयुधं जन्मकोटिकृतं पुण्यं सन्तानं यादि संक्षयम् पादयेत् स्वकुलं स्वर्गान्नयते रौरवादिकम् स्वदेहं शोधयित्वा तु कर्तव्यो मम वासरः वृद्धौ त्याज्या विना वेदाश्रवणादिषु संयुता जन्मपुण्यं क्षयं यादि एकादश्युपवासिनां संवृद्धौ तु विशेषेण सन्देहे समुपस्थिते ममाज्ञया च कर्तव्या द्वादशी वल्लभा मम जाह्नव्युवाच करिष्येऽहं जगन्नाथत्रिस्पृशां वचनात्तव सर्वा पापविनिर्मुक्ता भविष्यामि तवाज्ञया श्रीकृष्ण उवाच स्वस्थानं गच्छ भद्रं ते न भीकार्या कदाचन तव देवि सरिश्रेष्ठे न पापं सङ्क्रमिष्यति स्नात्वा सरस्वती तोये येऽर्चयित्वा च माधवं प्रणमन्ति जगन्नाथं ते यान्ति परमां गतिम् जाह्नव्युवाच विधानं ब्रूहि मे ब्रह्मन् सर्वस्वेन करोम्यहं प्रसादयामि देवेशं दामोदरमनामयं प्राचीमाधव उवाच शृणु देवि प्रवक्ष्यामि त्रिस्पृशाया विधानकम् यं श्रुत्वापि सरिश्रेष्ठे मुच्यते पादकैर्नरः फलेन च फलार्थेन तदर्थेनापि वापगे प्रतिमा मम सौवर्णा कार्या विभवसारदः पात्रं ताम्रमयं कार्यं तिलैस्तु परिपूरितं सजलं तु खडं शुभ्रं पञ्चरत्नसमन्वितं वेष्टितं पुष्पमालाभिः कर्पूरा गुरुवासितं न्यस्येद्दामोदरं पश्चात्स्नापयित्वा विलिप्य च परिधानं ततः कार्यं वस्त्रयुग्मेन चान्वितं मन्त्रैस्तु पूजनं कार्यं पुराणैः समुदीरितैः पुष्पैकालोद्भवैः शुभ्रैस्तुलसी पत्रैश्च कोमलैः छत्रं तु विष्णवे दद्यात् पादुकाभ्यां सुसंयुतं निवेद्यानि मनोज्ञानि फलानि सुबहून्यपि उपवीतं तु दातव्यं सोत्तरीयं नवं दृढं वैणवं दापयेद्दण्डं सुरूपं सोन्नतं दृढम् दामोदराय वै पादौ जानुनी माधवाय च गुह्यं कामप्रदायेदि कडिं वामनमूर्तये पद्मनाभाय नाभिं तु जठरं विश्वयोनये हृदयं ज्ञानगम्याय कण्ठं वैकुण्ठगामिने सहस्रबाहवे बाहु चक्षुषी योगरूपिणे सम्पूज्य विधिवद्भक्रिया दद्यादर्थं विधानदः शुभ्रेण नालिकेरेण शङ्खोपरिस्थितेन हि सूत्रैरावेष्टितेनैव हस्तयोरुभयोरपि स्मृतो हरसि पापानि यदि नित्यं जनार्दन दुःस्वप्नं दुर्निमित्तानि मनसा दुर्विचिन्विता नारकं दुभयं देव भयदुर्गतिसम्भवं यन्मम स्यान्महादेव ऐहिकं पारलौकिकम् तेन देवेश मां रक्ष गृहाणार्कं नमोऽस्तु ते कृपा दृष्टिः सदैवास्तु दामोदरममोपरि धूपं दीपं च नैवेद्यं कुर्यान्नीराजनं तदः शीर्षोपरि सरिश्रेष्ठे भ्रामयेद्वारिजं हरेः कृत्वा विधानमे दद्धि पूजयेत् स्वगुरुं ततः दद्यात् सुवर्णं वस्त्राणि सोष्णीषं चैव कञ्चुकम् उपानहोऽपि छत्रं च मुद्रिकां च कमण्डलुं भोजनं चैव ताम्बूलं सप्तधान्यं च दक्षिणां गुरुं सम्पूज्य देवेशम् कुर्याज्जागरणं हरेः गीतनृत्यसमायुक्तं तथा शास्त्रसमन्वितं निशान्ते चैव देवाय दत्त्वा चार्कं विधानदः स्नानादिकां क्रियां कृत्वा भुञ्जीयाद्वाडवै सः शिव उवाच द्विजै तत्त्रिस् पृशाख्यानमद्भुतं रोमहर्षणं श्रुत्वा दुलपदे पुण्यं गङ्गां स्नानसमुद्भवम् अश्वमेधसहस्राणि वाजपेयशतानि च तद्बलं समवाप्नोति तृस्पृशा समुपोषणाद पितृपक्षो मातृपक्षस्तथा चैवात्मपक्षकः तैः सर्वैः सह सम्मुक्तो विष्णुलोके महीयते। तीर्थकोटिषु यत्पुण्यं क्षेत्रकोटिषु यत्फलं तत्फलं समवाप्नोति तृस्पृशा समुपोषणाद। ब्राह्मणा येऽपि कुर्वन्ति क्षत्रिया कृष्णमानसाः वैश्या वा शूद्रजन्मानो ये तथा चान्यजादयः ते सर्वे मुक्तिमायान्ति भुवं त्यक्त्वा द्विजोत्तममन्त्राणां मन्त्रराजोऽध यथा स्याद्वादशाक्षरः व्रतानां च यथा चैषा येन वै तृस्पृशा कृता ब्रह्मणा च कृता पूर्वं पश्चाद्राजर्षिभिर्कृता। अन्येषां का कथा वत्सतृस्पृशा मुक्तिदायिनी अनेन विधिना ब्रह्मं स्त्रिस्पृशा सम्भवं व्रतम्। यः करोति नरो भक्त्या शृणु वक्ष्यामि तद्फलं गङ्गावगाहने ब्रह्मन् वाराणस्यां तु यत्फलं मन्वन्तरसहस्रैस्तु त्रिस्पृशाकारको हि तद् प्राची च यमुनास्नाने वर्षैर्यत्कोटिभिफलम् तद्फलं समवाप्नोति तृस्पृशा व्रतकृन्नरः तद्फलं तु कुरुक्षेत्रे सूर्यग्रहणकोटिभिः। हेमभारशतैर्दानैस्त्रिस्पृशा करणेन तद् पापकोटिसहस्राणि हत्याकोटिशतानि च एकेनैवोपवासेन क्रियते भस्म सादृतं। तृस्पृशाया व्रतं यत्तु अगदीनां गतिप्रदम्। गतिमिच्छन्ति विप्रर्षे महत्पापशतानि च स्वयं कृष्णेन कथितं पाराशर्यस्य चाग्रतः प्रकाशयदि यश्चेदं लिखित्वा वैष्णवं द्विजे पापोखैर्ग्रथितस्यापि तस्य मुक्तिर्भविष्यति पुण्यैरवाप्यदे विद्वन्मन्वन्तरशतैरपि त्रिस्पृशा दुर्लभालोके प्राप्यदे नैव मानवैः। कलौ ये तृस्पृशां लब्ध्वा न कुर्वन्ति नराधमाः तेषां जन्मफलं चैव जीवितं विफलं भवेद्। प्रेतत्वं तैः समुत्तीर्णं विना श्राद्धैर्विना सुधैः कृतायैस्त्रिस्पृशा विद्वंसकृत् प्राप्य कलौ युगे। इति श्रीपात्मे महा पुराणे उत्तरखण्डे उमापदि नारदसंवादे तृस्पृशाख्यानं नाम चतुस्त्रिंशोऽध्यायः। ॐ